ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः तेषाम् अधिकचिन्तनम्। वयं दृष्टवन्तः तत्र सार्वधातुकलकारेषु इत्युक्ते तत्र चतुर्षु लकारेषु कर्तरि शप् सूत्रस्य प्रसक्तिः भूत्वा प्रसक्तिः भवति। किमर्थं चेत् एतेषु चतुर्षु लकारेषु धातुः साक्षात् सार्वधातुकप्रत्ययः पश्यति। सो अत्र सार्वधातुकनिमित्तीकृत्य कार्याणि भवन्ति, अतः माताजी द्वारा एतेषां लकाराणां तत्र नामकरणं सार्वधातुकलकाराः। किमर्थं चेत् यद्यपि मूले सर्वे लकाराः आर्धधातुकसंज्ञकाः, तथापि किमर्थम् एतेषां चतुर्णां लकाराणां सार्वधातुकलकाराः इति नामकरणम्? अत्र एतेषु चतुर्षु लकारेषु सार्वधातुकनिमित्तीकृत्य कानिचन विशिष्टसूत्राणां तत्र प्रसक्तिः भवति, यथा कर्तरि शप् अपि च द्वादिभ्यः शन्, ये घनविकरणप्रत्ययानां विधानार्थं तत्र सूत्राणि सन्ति तेषां विधानं केवलं सार्वधातुकप्रत्ययपरे एव तत्र भवति। अतः एतादृशः कार्यं घनविकरणप्रत्ययानां विधानं केवलं चतुर्षु लकारेषु एव तत्र सम्भवति। तादृशस्थितिः केवलं लट् लोट् लङ् अपि च विधिलिङ्ग् लकारेषु एव भवति। अतः माताजी किं कृतं, सा किं कृतं माता, एतेषां लकाराणां तत्र सार्वधातुकलकारः इति तत्र नामकरणं भवति। अनन्तरं ये षट् अन्यषट् लकाराः सन्ति तत्र यद्यपि तिबादयः मूले सार्वधातुकसंज्ञकाः, तथापि तत्र केनचित् कारणेन धातुः साक्षात् तिबादयः न पश्यति। यत्र पश्यति तत्र तिबादयः अर्धधातुकसंज्ञकाः, इत्युक्ते तत्र लिट् लकारे धातुः साक्षात् तिबादयः पश्यति, परन्तु तत्र लिट् लकारे तिबादयः स्वयं तिबादयः महर्षिणा सार्वधातुकसंज्ञकाः तत्र सूत्राधारेण महर्षि वदति। तथैव आश्चर्यलिङ्गलकारे अपि धातुतिबादयः साक्षात् पश्यति, परन्तु तत्रापि तिबादयः अर्धधातुकसंज्ञकः। इत्युक्ते यः तिंशत् सार्वधातुकम् अर्धधातुकं शेषः लिट् च लिङ्गाशीषि, एतानि चत्वारि संज्ञासूत्राणि 3, 4, 1, 1, 3, 1, 1, 4, 1, 1, 5, 1, 1, 6, अत्र क्रमेण एतानि चत्वारि सूत्राणि दत्तानि। प्रथमे महर्षि वदति तिंशित् सार्वधातुकं, सर्वे तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः। अनन्तरं वदति अर्धधातुकं शेषः, शेषप्रत्ययाः तिङ् विना षित् विना अन्य सर्वे प्रत्ययाः अर्धधातुकसंज्ञकाः। अनन्तरं वदति लिट् च, अत्र लिट् अर्धधातुकं शेषः इति सूत्रस्य साक्षात् अनन्तरम् अस्ति लिट् च, तदपि संज्ञासूत्रं। लिट् च इति संज्ञासूत्रेण लिट् लकारे इति वादयः पूर्वसूत्रात् अत्र अर्धधातुकम् इति सूत्रस्य प्रसक्तिः। सो लिट् च अर्धधातुकम् इति सम्पूर्णसूत्रं भवति संज्ञासूत्रम्। सो लिट् लकारे ये तिबादयः तेषाम् अर्धधातुक् इति संज्ञा अस्ति। इदानीं सूत्रद्वयं पश्यामः, तिंशित् सार्वधातुकं लिट् च अर्धधातुकम् इति पश्यामः। पूर्वे औत्सर्गिकसंज्ञा, पूर्वे एकसंज्ञा अस्ति, अनन्तरं भिन्नसंज्ञा। अतः सम्यक् नास्ति वा ध्वनि? ध्वनि अवरोधः सर्वेषां अस्ति कृते पुनः पुनः तथैव अस्ति वा? ध्वनिः सम्यक् अस्ति, मध्ये मध्ये किञ्चित् कर्तनं भवति, परन्तु विलम्बेन आगच्छति. देर् इस् अ टैम् लेग् बिट्वीन् ओरिजिन् अण्ड् रीच्. अन्तर्जालसमस्या भगिनि. इदानीं तु न श्रूयते एव. आम्, किमपि न उक्तं भगिनि, अहं नेट्वर्क् चेञ्ज् करोमि. So let us see how this work. So lit cha iti shruyate va? So lit cha iti sutram, tingshit sarvadhatukam iti sutrasya apvat sutram. Kimartham chet pratne vadati ting sarvadhatuk sangyakaha. इदानीं वदति लिट् लकारि ये तिबादयाः, ये तिङ् प्रत्ययाः, ते आर्धधातुकसंज्ञकाः, अतः अपवादसूत्रम्. सो लिट् च इति सूत्रं तिंशत् सार्वधातुकम् इति सूत्रस्य अपवादसूत्रं. तथैव लिङ्गाशीषि इति अनन्तरं सूत्रम् अस्ति. सो लिङ्गाशीषि अपि आर्धधातुक्. सो आशीर्लिङ्ग् केवलं तत्र लिङ्ग् लकारे विधिलिङ्ग्लकारः अपि सन्ति अपि अस्ति, आशीर्लिङ्ग्लकारः अपि अस्ति. केवलम् आशीर्लिङ्ग्लकारे ये तिबादयाः, ते आर्धधातुकसंज्ञकाः. अतः यः औत्सर्गिकसूत्रं संज्ञासूत्रं तिंशित् सार्वधातुकम् इति यः जनरल् नियम् अस्ति, तस्य सूत्रस्य कृते अपवादद्वयं तत् तदस्ति लिट् च अपि च लिङ्गाशीषि. सो यद्यपि लिट् लकारे आशीर्लिङ्ग् लकारे धातुतिबादयस्य मध्ये किमपि व्यवधानं नास्ति, किमपि बाधा नास्ति, तत्र साक्षात् पश्यति, तथापि तत्र साक्षात् महर्षि स्वयम् उक्तं लिट् लकारे तिबादयः अर्धधातुसंज्ञकः. अतः तत्रापि कर्तरीशप्सूत्रस्य प्रसक्तिः न भवितुं शक्नोति. किमर्थं चेत् कर्तरि शप् इति सूत्रं तत्रैव आगन्तुं शक्यते यत्र धातोः सार्वधातु संज्ञक् प्रत्ययः पश्यति. अन्येषु ये अन्य चत्वारि अर्धधातुक लकाराः सन्ति तत्र तु व्यवधानम् अस्ति, मध्ये बाधा अस्ति, स्यरूपी बाधा, तासरूपी बाधा, अपि च चिलिरूपी बाधा. सो स्य, तास्, चिलि, ते अपि प्रत्ययाः, परन्तु आर्धधातुकं शेषः इत्यनेन ते त्रीणि प्रत्ययाः आर्धधातुकसंज्ञकाः. अतः तेन कारणेनापि धातोः अनन्तरं शप् न आगन्तुं शक्यते. किमर्थं चेत् सार्वधातुकप्रत्ययः परे नास्ति, आर्धधातुकप्रत्ययपरे अस्ति. अतः तत्र विभजनम् एतासूत्र आधारेण एव माताजी विभजनं कृतम्. सो यत् माताजीना कार्यं कृतं, लकाराणां यत् विभजनं कृतं, सर्वम् अष्टाध्यायी शैली आधारेण, सूत्राधारेण एव तत् चिन्तनं, तस्याः चिन्तनम् अस्ति. अतः तत्र एतादृशः तिङन्तरूपाणां विषये तत्र एतादृशः चिन्तनं कुर्मः चेत् तत्र वयं सुलभतया तत्र तिङन्तरूपाणां निर्माणं कर्तुं शक्यते. पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र यदा तत्र चतुर्षु लकारेषु तत्र गणचिन्तनं भवति, कस्मिन् धातुः कस्मिन् गणे अस्ति. किमर्थं चेत् तत्र कर्तरि शप् सूत्रस्य कृते अपि अपवादाः सन्ति. सो दिवादिगणस्य धातुः अस्ति चेत् तत्र कर्तरि शप् सूत्रं प्रबाद्य तत्र दिवादिभ्यः शन् इति सूत्रं तस्य प्रसक्तिः भवति, प्राप्ति अपि भवति. अतः गणविकरणप्रत्ययस्य आधारेण तत्र एतेषु चतुर्षु लकारेषु तत्र तिङन्तरूपस्य तत्र भेदः दृश्यते. सो वयं दृष्टवन्तः तत्र पिबति ददाति आप्नोति इति रूपाणि पश्यामः चेत् लट्लकाररूपाणि पश्यामः चेत् कुत्रचित् केवलं धातुतिबादयस्य मध्ये अकारः श्रूयते, कुत्रचित् तत्र धातुद्वित्वं तत्र श्रूयते, कुत्रचित् तत्र नो इति भागः श्रूयते, भिन्नभागः श्रूयते धातुतिबादयस्य मध्ये। अतः गणविकरणप्रत्ययस्य आधारेण तत्र रूपभेदः अपि अन्ततो गत्वा तत्र दृश्यते, कुत्र सार्वधातुकलकारेषु। अपि च अत्र वयं दृष्टवन्तः यदा तत्र भुवादिगणे केचन विशिष्टधातवः सन्ति येषां धातु आदेशः भवति, इत्युक्ते सम्पूर्णधातु स्थाने तत्र भिन्न आदेशः भवति। यथा तत्र उदाहरणरूपेण पा इति एकं धातु अस्ति, तस्य पिबादेशः भवति। सो पा धातु यः पिबादेशः पिब् इति आदेशः भवति, पा स्थाने पिब् आदेशः केवलं शितिपरे भवति। सो तस्मिन् सूत्रे तस्मिन् विधिसूत्रे लिखितं शितिपरे कार्यं। सो शप्षित् अस्ति, अतः तेन कारणेन तत्र पा पिब् भवति। यत्र पा धातुः पापाने धातुः अनन्तरं कोऽपि अश्चित् प्रत्ययः अस्ति तत्र पिबादेशः न भवति। सो साक्षात् अस्मिन् सूत्रे महर्षिः वदति शितिपदे एव कार्यं। सो यत्र शित् प्रत्ययः अस्ति तत्र एव पापिब् भवति, अन्यथा न भवति। सो यदा वयं तत्र लृट् लकाररूपं पश्यामः तत्र तत् पास्यति एव अस्ति, तत्र स्य इति कारणेन तत्र पापिब् न भवति, पा एव तिष्ठति। सो तत्र सर्वेषु विधिसूत्रे तत्र निमित्तं तत्र द्रष्टव्यं, कदा कार्यं, सर्वदा तु कार्यं नास्ति वा, कस्य प्रत्ययस्य निमित्तीकृत्य कार्यं भवति। सो वयं दृष्टवन्तः तस्मिन् विषये वयं दृष्टवन्तः यद्यपि पास्थाने तत्र पिब इति आदेशः भवति, न तु पिब् आदेशः भवति। सो तत्र पिब यः आदेशः अस्ति तत्र अन्ते अकारः अपि अस्ति। सो इदानीं तत्र अकारयोग अकाश प्रत्ययस्य अकारः अस्ति। अत्र सामान्य यः संज्ञा सन्धिसूत्रम् अस्ति अकः सवर्णे दीर्घः। सो अकः सवर्णे दीर्घः इत्यनेन वयं जानीमः सर्वे एतस्य सवर्णदीर्घसन्धि ज्ञानं सर्वेषां कृते अस्ति। सवर्ण आच्परे तत्र प्रायशः दीर्घ आदेशः भवति, परन्तु अत्र न भवति। सो अत्र अकः सवर्णे दीर्घः इति सूत्रस्य कृते एकम् अपवादः अस्ति, तदस्ति अतोगुणे। सो अतोगुणे इति सूत्रम् अपि संहितायां सत्याम् एव कार्यमस्ति। अकः सवर्णे दीर्घः इति अपि संहितायाम् अधिकारे अस्ति, अतोगुणे अपि संहितायाम् अधिकारे अस्ति। इत्युक्ते वर्णयोः अत्यन्तसामीप्यम् अस्ति चेत् तत्र कार्यं करणीयम्। अतः अत्रापि अकः सवर्णे दीर्घः इति सूत्रे किमपि न लिखितं कीदृश आकारस्य परे असवर्ण अच् अस्ति चेत् दीर्घ आदेशः, परन्तु अतोगुणे इति सूत्रे साक्षात् उक्तं। किमर्थं चेत् एतत् 97 सूत्रम् अस्ति, कुत्रचित् 96 सूत्रे तत्र एकं भिन्नकार्यमस्ति, तत्र अपदान्तात् इति पदं दत्तं तस्मिन् सूत्रे। सो अत्र अस्मिन् अतोगुणे इति सूत्रे अपदान्तात् इति पदस्य अनुवृत्तिः अस्ति। सो अत्र यः अतः इति यः अस्ति पञ्चमी अस्ति, षष्ठी अपि भवितुं शक्नोति, परन्तु अत्र पञ्चमी अस्ति अतः गुणे। सो गुणे इति सप्तमी अस्ति। सो गुणे वर्णे परे अत्र अपदान्तात् इति पदस्यापि अनुवृत्तिः। सो कीदृश अतः परे अपदान्तात् तत्रापि पञ्चमी अस्ति, अपदान्तात् इति रामात् इव अस्ति। सो अपदान्तात् अतः अत्र पञ्चमी यः अस्ति तत्र तपर्करणम् अस्ति, केवलं ह्रस्व अकारस्य एव ग्रहणम्। सो कीदृश अपदान्तात् ह्रस्व अकारात् अनन्तरं गुणे परे गुणवर्णे परे तत्र द्वयोः पूर्वपरयोः एका प पररूपगुणादेशः भवति इत्युक्ते परे यः गुणवर्णः अस्ति तस्यैव आदेशः भवति. सो अत्र अपदान्तात् अकारः अस्ति अस्मिन् सूत्रे. सो अपदान्तात् अकारः अस्ति तस्य अनन्तरं गुणवर्णः अस्ति. सो गुणवर्णः के इति कथं जानीमः? प्रथमद्वितीयसूत्रे एव महर्षि वदति अतेङ्गुणः. प्रथम अष्टाध्यायस्य प्रथमसूत्रमस्ति वृद्धिराधेच् इति प्रथमसूत्रम्. सो वृद्धिराधेच् इत्यनेन महर्षि वदति वृद्धि व्याकरणशास्त्रे वृद्धि इति शब्दस्य कः अर्थः? वृद्धि इति पारिभाषिकशब्दः तस्य कः अर्थः व्याकरणशास्त्रे? लोके यत् अर्थः अस्ति तत् भिन्नम्, परन्तु व्याकरणशास्त्रे वृद्धिः इत्यनेन किम्? वृद्धिराधेच् वृद्धिः आत् एच् इति तत्र भवति. सो आत् अपि च एच् एतेषां त्रयाणां वर्णानां तत्र वृद्धिः इति संज्ञा अस्ति. सो एतत् संज्ञासूत्रम् अष्टाध्यायस्य प्रथमसूत्रं संज्ञासूत्रं. वृद्धिः इत्युक्ते किम्? तथैव अनन्तरम् अस्ति अत् एङ्गुणः द्वितीयसूत्रम् अस्ति. अत् एङ्गुणः इत्यनेन गुणः इत्युक्ते किं? व्याकरणशास्त्रे गुणः इत्युक्ते किम्? सो वदति अत् एङ्गुणः. सो अत् इति सूत्रे तपरकरणमस्ति. ह्रस्व अकारः, एङ् प्रत्याहारे एकारः ओकारः. सो अत् एङ्गुणः इत्यनेन अकारः एकारः ओकारः एते त्रयः वर्णः तेषाम् एकम् अन्यतनामं दत्तम्, एकं भिन्ननामं दत्तं गुण इति नामम्. सो अत्र अतो गुणे इति सूत्रे वदति गुणे वर्णे परे. इदानीं जानीमः गुणः व्याकरणशास्त्रे गुणः इत्यनेन किं? ह्रस्वकारः एकारः ओकारः एतेषां त्रयाणां स्वराणां तत्र गुणः इति संज्ञा अस्ति. सो अपदान्तात् ह्रस्व अकारात् अनन्तरं कोऽपि गुणवर्णः अस्ति इत्युक्ते अकारः अस्ति नो चेत् एकारः अस्ति अथवा ओकारः अस्ति चेत् तत्र एकः पूर्वपरयोः इति षष्ठीद्विवचनरूपम् अस्ति. सो स्थानी भवति, द्वयोः मिलित्वा एकः पररूप एकादेशः भवति. सो परे यः गुणवर्णः अस्ति तदेव तिष्ठति. सो अस्मिन् दशायां तत्र अकार अपदान्तात् ह्रस्व अकारस्य अनन्तरं गुणवर्णः अस्ति, सः अकारः अस्ति. सो अत्र अकः सवर्णदीर्घः इति सूत्रस्य कृते अतो गुणे इति सूत्रम् अपवादसूत्रम् अस्ति. किमर्थं चेत् एतत् सूत्रं केवलम् अपदान्तात् अकारः योग अकारस्य परे एव कार्यं कर्तुं शक्यते. अतो गुणे अकः सवर्णे दीर्घः तु कुत्रापि कार्यं कर्तुं शक्यते, इत्युक्ते यत्र यत्र सवर्ण अच् वर्णयोः संहिता अस्ति तत्र तत्र तस्य सूत्रस्य प्रसक्तिः भवति. परन्तु अतो गुणे इति सूत्रस्य प्रसक्तिः विशिष्टस्थित्याम् एव भवितुं शक्नोति. किमर्थं चेत् अत्र अपदान्तात् अत् अस्ति. सो यत्र अपदान्तात् अकारस्य अपि च अकारस्य नो चेत् एकारस्य ओकारस्य संहिता अस्ति तत्र एव कार्यम्, एतस्य सूत्रस्य कार्यम्. अतः अत्र अतो गुणे इति अपवादसूत्रम्. कस्य अपवादः? अकः सवर्णे दीर्घः इति सूत्रस्य अपवादः, अपि च वृद्धिराधेच् इति सूत्रस्यापि अपवादः. अस्मिन् दशायां तु वृद्धिराधेच् इति सूत्रस्य तत्र प्रसक्ति नास्ति, परन्तु कुत्रचित् वृद्धिः रेचि इति सूत्रं किं वदति? ह्रस्वाकारः दीर्घ आकारः तस्य परे कोऽपि एच् वर्णः अस्ति चेत् तत्र वृद्धिः, तत्र द्वयोः पूर्वपरयोः वृद्धि आदेशः भवति. सो तत्र तस्य सूत्रस्य कृते अपि एतत् सूत्रम् अपवादः. किमर्थं? यदा तत्र अकारस्य परे एकारः अस्ति, एकारः एच् वर्णः, ओकारः एच् वर्णः, सो तत्र अपि वृद्धिः न भवति, अयोग ए अस्ति कुत्रचित् तत्र वृद्धिः न भवितुं शक्नोति. केन सूत्रेण? वृद्धिः रेचि इति सूत्रस्य तत्रापि प्रसक्तिः, अपि च अतो गुणे इति सूत्रस्य अपि तत्र प्रसक्तिः. सो द्वयोः तत्र बलाबलचिन्तनं कुर्मः चेत् अतो गुणे इत्यनेन एव कार्यं, तत्र वृद्धिः रेचि इति सूत्रस्य कृते अपि अतो गुणः इति सूत्रम् अपवाद अस्ति, अपवादसूत्रम् अस्ति. सो अतो गुणः किमर्थं चेत् अत्र अपादान्तात् इति पदमस्ति. सो एतत् सूत्रं केवलम् अपादान्तात् विषये एव कार्यं कर्तुं शक्यते. वृद्धिरेचि तु संहितायां सत्यां तत्र कार्यं भवति, परन्तु एतत् सूत्रस्य प्रसक्तिः केवलम् अपादान्तात् विषये एव अस्ति. सो यदा तत्र लब् धातुः, एकम् उदाहरणं पठितं, लब् योग तत्र लब् परस् आत्मनेपदी धातुः. सो लब् योग शप् अस्ति, लब् धातुः तत्र कुत्र अस्ति? भुवादिगणे अस्ति. सो लब् धातुः योग तत्र लट् लकारस्य तत्र त आतां च था साथां द्वम् एड्वहि महिङ् उत्तमपुरुषस्य एकवचनस्य प्रत्यय योजयामः चेत् तत्र किं भवति? अत्र दृश्यतु, लभे अस्ति, लभे भवति, लब् धातुः आत्मनेपदी, अतः वयम् आत्मनेपदी प्रत्ययः एव योजयामः. धातुः अस्ति लब्, लब् धातुः भुवादिगणे अस्ति, लट् लकारस्य एक मध्यम उत्तमपुरुष एकवचनस्य विवक्षायां तत्र इट् इति प्रत्ययः, टकारस्य इत्संज्ञा अस्ति, इ एव अवशिष्यते. धातुः तत्र इट् इति प्रत्ययः कुत्र अस्ति? तिङ् प्रत्ययः. सो सार्वधातुकप्रत्ययः पश्यति, सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. सो सार्वधातुकसंज्ञकः अस्ति चेत् कर्तरि शप् इत्यनेन मध्ये किम् आयाति? शप् प्रत्ययः आयाति, अकारः आयाति. सो लब् योग अकारः इदानीम् अस्ति, अनन्तरं तत्र इ अस्ति. सो लब इति अङ्गम् अस्ति, इकारस्य कृते लब इति अङ्गं, वर्णमेलनेन लब भवति. सो अत्र अपदान्तात् अकारः अस्ति, यः अकारः स पदान्ते नास्ति, अपदान्त अस्ति. अत्र एकम् अन्यत् सूत्रस्य प्रसक्तिः अस्ति, एतत् अस्माकं विवक्षा अस्ति लट् लकारस्य, लट् लकारस्य लस्य इत्यनेन तत्र उत्तमपुरुष एकवचनस्य विवक्षायाम् इट् इति प्रत्ययः. सो अत्र यः लकारः सः टित् लकारः, लट् लकारः टित् अस्ति. सो अत्र टितः आत्मनेपदानां टेरे इत्यनेन तत्र इकारस्य ईः स्थाने तत्र ए आदेशः भवति. किमर्थं चेत् टितः आत्मनेपदानां टेरे इत्यनेन तत्र ई भागस्य तत्र ए आदेशः भवति. सो अत्र ई न तिष्ठति, अत्र ए इति आदेशः. टित आत्मनेपदानां टेरे इत्यनेन तत्र आत्मनेपदी संज्ञकप्रत्ययानां तत्र इकारस्य स्थाने एकारादेशः भवति. इदानीं किम् अस्ति? अपदान्त अकारस्य परे कीदृशवर्णः? एच् वर्णः अस्ति, परन्तु एतत् एच् वर्णः गुणवर्णः अपि अस्ति. गुणवर्णः तत्र ह्रस्वाकारः, एकारः, अपि च ओकारः, एते त्रयाणां तत्र अत् एङ् गुणः इति सूत्रेण महर्षि पूर्वे एव उक्तम्, एते त्रयाणां तत्र वर्णानां तत्र किं गुण इति संज्ञा अस्ति. सो इदानीम् अस्मिन् स्थित्यां तत्र किं भवति? वृद्धिरेचि इति सूत्रस्यापि प्रसक्तिः, अतो गुणे इति सूत्रस्यापि प्रसक्तिः. अपदान्तात् अकारस्य गुणे परे, गुणवर्णे परे तत्र किं भवति? पूर्वपरयोः पररूपे एकादेशः भवति. सो परे यः गुणवर्णः द्वयोः मिलित्वा सः एव तिष्ठति, तदेव तिष्ठति. वृद्धिराधेच् इत्यनेन, वृद्धिरेचि इत्यनेन किं भवति? पूर्वपरयोः मिलित्वा तत्र वृद्धिः भवति. वृद्धिः इत्युक्ते ऐकारः इति भवेत्, परन्तु न भवति. अत्र रूपं किम् अस्ति? लभे इति रूपम्. आत्मनेपदी उत्तमपुरुषस्य लब्धातुः लट्लकाररूपम् अस्ति लभे. सो अत्र एकारः. सो केन सूत्रेण अत्र कार्यम्? अतो गुणः इति सूत्रेण कार्यम्. किमर्थं चेत् अपदान्तात् अकारस्य अनन्तरं गुणवर्णः अस्ति चेत् द्वयोः मिलित्वा एकं गुण आदेशः एव भवति. सो अत्र अतः मया किम् उक्तं, वृद्धि रेचि इति सूत्रस्य कृते अपि अतो गुणः इति सूत्रम् अपवादसूत्रम् अस्ति. अपवादबलेन एव कार्यं. सिमिलर्लि अकः सवर्णे दीर्घः इति सूत्रस्य कृते अपि अतो गुणः इति सूत्रम्, अतो गुणे इति सूत्रम् अपवादसूत्रम् अस्ति. अतः किमर्थं चेत् अत्र एकम् अन्यत् विशेषणं दत्तं, कीदृश अकारः? अपदान्तात् अकारः. सो यदा तत्र अपदान्तात् विषयः अस्ति सर्वदा तत्र एतत् द्रष्टव्यं. यदा तत्र पदस्य अन्ते अस्ति तत्र अतो गुणे इति सूत्रस्य प्रसक्तिः न भवितुं शक्नोति. यत्र पदस्य अन्ते कोऽपि अकारः अस्ति तत्र अतो गुणे इति सूत्रम् आगन्तुं न शक्यते. अतः अत्र सर्वेषु विधि सूत्रेषु तत्र द्रष्टव्यं कीदृश तत्र विशेषणम् अस्ति, तत् सर्वं दृष्ट्वा एव वयं वक्तुं शक्यते. चेतना भगिनी इदानीं अवगतं वा? अवगतम्. अस्तु. सो आद्गुणः वृद्धिरादेच्, अनन्तरं वृद्धिरेचि, अपि च अतेङ्गुण, सोरि, संज्ञासूत्रं किम्? अतेङ्गुणः वृद्धिराधेच् इति संज्ञासूत्राणि. विधिसूत्राणि कानि? किम् अस्ति तत्र गुणसूत्रं किम्? वृद्धिरेचि, अपि च आत्गुणः. आत्गुणः इदानीं किम् अस्ति? आत्गुणः. इदानीं तत्र अतो गुणे तदपि विधिसूत्रम्, एतदपि विधिसूत्रम्, अतो गुणे इति विधिसूत्रम्. परन्तु कुत्र कार्यं करोति? अपदान्तात् विषये एव कार्यं करोति इति सर्वदा स्मर्तव्यं. प्रश्नः अस्ति, पृच्छामि वा? वदतु महोदय. महोदय, एकम् अभवत् लब्धातु परे सप् आयाति, तत् परम् इट् आयाति. तो इट् मध्ये ईडागम् अभवत्, तत्र मध्ये न लिखितमस्ति. एकनिमिषः, तत्र इडागम, इड् इति प्रत्ययः अस्ति. त आतां ज था साथां द्वम् इड् वहि महिङ्ग्, इट् इति प्रत्ययः अस्ति. इडागमः नास्ति महोदय, इट् इति प्रत्ययः. उत्तमपुरुष एकवचनस्य इट् इति प्रत्ययः अस्ति. द्वितीयप्रश्नः अस्ति महोदय, आगन्तव्यं खलु. एकनिमिषः भगिनि, वदतु महोदय. किं महोदय द्वितीयप्रश्नः अस्ति, सवर्णे दीर्घ अकः सवर्णे दीर्घः, अकः सवर्णे दीर्घ अपदान्त अपि कार्यं करोति. अत्र उदाहरणं किं, अपदान्त अपि कार्यं करोति अकस्वर्ण दीर्घ? तद् द्रष्टव्यं महोदय. किमर्थं चेत् यदा तत्र तत्र अकः सवर्णे दीर्घः इत्यपि किमपि न लिखितं, पदान्ते वा अपदान्ते वा. परन्तु अतः वयं किं कुर्मः, अपदान्ते अपि तादृशस्थितिः अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः भवति. प्राप्ति भवति वा न भवति तद् भिन्नविषयः, परन्तु एप्लिकेबिलिटि अस्ति, प्रसक्तिः अस्ति. किमर्थं चेत् तत्र किमपि न उक्तं, पदान्ते वा अपदान्ते वा. अतः तत् औत्सर्गिक नियम सामान्यनियमः अस्ति यदा तत्र समानवर्णयोः सवर्णयोः तत्र सामीप्यम् अस्ति ततः तदा तत्र दीर्घ अपि भवितुं शक्नोति परन्तु प्राप्ति भवति वा न भवति तत् द्रष्टव्यं किमर्थं चेत् तत्र किमपि न उक्तं पदान्ते वा अपदान्ते वा परन्तु अत्र साक्षात् उक्तम् अपदान्तात् अकारात् अनन्तरं यदा अस्ति अतः एतस्य सूत्रस्य प्रसक्तिः अतो गुणे इति सूत्रस्य प्रसक्तिः यः पदान्ते पदस्य अन्ते यस्य पदसंज्ञा अस्ति सुप्तिङन्तं पदम् इत्यनेन यस्य पदसंज्ञा अस्ति तत्र ह्रस्वाकारः अस्ति तत्र एतत् सूत्रस्य प्रसक्तिः न भवितुं शक्नोति किमर्थं चेत् अत्र साक्षात् उक्तं कीदृश ह्रस्वाकारः अपदान्तात् ह्रस्वाकारात् अनन्तरं तत्र अनुवृत्तिः अस्ति अतो गुणे अपदान्त अनुवृत्तिः अस्ति आम् पूर्व एतस्य साक्षात् पूर्वे एकं भिन्नसूत्रम् अस्ति तत्र अपदान्तात् इत्युक्ते 97 सूत्रस्य प्राक् 96 यः सूत्रम् अस्ति तत्र अपदान्तात् इति पदं दत्तम् सो अत्र साक्षात् तस्य अनुवृत्तिः अस्ति पूर्णिमा भगिनी किं वक्तुम् इच्छति भगिनी भगिनी आद्यन्तौ टकितमिति यत्र टिच् संज्ञा भवति तत्र आदौ आगन्तव्यं खलु प्रत्ययस्य परन्तु आद्यन्तौ यः लट् लकारस्य यः विधिसूत्रम् अस्ति किं विधिसूत्रं किं वर्तमाने लट् इति विधिसूत्रं लट् लकारः केन सूत्रेण आगन् तस्य विधिसूत्रं किम् अस्ति इति अस्ति वर्तमाने लट् सो वर्तमाने लट् इति सूत्रं कुत्र अस्ति तृतीयाध्याये अस्ति सो तृतीयाध्याये वयं दृष्टवन्तः तत्र प्रत्ययः परश्च धातोः इत्यपि अधिकारः अस्ति सो यः प्रत्ययः लट् अपि प्रत्ययः अनेन प्रत्ययः इत्यनेन अधिकारसूत्रेण धातुयोगलट् यदा भवति तस्य प्रत्यय इति संज्ञा प्रत्यय इति नामकरणं भवति सो यदा तत्र धातोः अनन्तरं कस्यचित् प्रत्ययस्य यः प्रत्ययः अस्ति तस्य विधानं भवति तत्र सर्वदा परश्च इत्यनेन सर्वदा परे तत्र स्थापनीयं कस्य परे धातोः परे सो अतः तत्र न द्रष्टव्यं टित् वा कित् वा मित् वा परन्तु परश्च सूत्रस्य कृते अपि अपवादः अस्ति परश्च सूत्रस्य कृते एकम् अपवादः अस्ति इत्युक्ते परश्च सूत्रेण यद्यपि सर्वेषां प्रत्ययानां विधानं धातोः परे अस्ति तथापि तत्र श्नमिति यः अस्ति श्नमिति प्रत्ययः श्नमपि प्रत्ययः सो श्नं प्रत्ययः परन्तु धातोः परे न आयाति तत्र मिदचु अन्त्यात् परः इत्यनेन तत्र सः धातोः अन्तिम अच् परे एव आयाति यद्यपि प्रत्ययः सो परश्च सूत्रस्य कृते अपि अपवादाः सन्ति केवलं मित् विषये तत् अग्रे पश्यामः एतत् सर्वम् अग्रे आयास्यति तत्र पश्यामः इदानीं तद् मास्तु सो इदानीं केवलं चिन्तयतु यत्र यत्र प्रत्ययः विधानं तत्र सर्वदा परश्च इत्यपि अधिकारः अस्ति परश्च इत्यनेन महर्षि वदति परे एव स्थापनीयं तत्र टित् कित् न द्रष्टव्यं तत्र लकारेषु यः टित् अपि च णित् अस्ति तत्र तस्य भिन्नप्रयोजनम् अस्ति सो यथा मया उक्तं टितः आत्मनेपदानां टेरे सो टित् लकारेषु एव एतत् सूत्रस्य प्रसक्तिः भवति अपि च आत्मनेपदिप्रत्ययानां विषये एव भवति किमर्थं सूत्रे एव उक्तं टितः आत्मनेपदानां टेरे सो आत्मनेपद येषां संज्ञा तेषां विषये एव तत्र एहे टेरे इत्यनेन ई इत्यस्य ए आदेशः भवति वयं दृष्टवन्तः ई चेञ्जेस् इन् टु ए परन्तु तिप् तिप् तस् झि सिप् थस्थ तत्र यः इकारः तस्य एकारः न भवति यद्यपि सः यथा तत्र पाठयोगति कुर्मः लट् लकारे तत्र तिप् एकवचनस्य विवक्षायां तिप् आयाति लट् लकारः टित् लकारः परन्तु तत्र ति तु तिष्ठति पठति इति अस्ति तत्र इकारस्य एकारः न भवति किमर्थं सूत्रे उक्तम् आत्मनेपदानां टेरे सो ये येषाम् आत्मनेपदी संज्ञा अस्ति तेषाम् एव इकारस्य एकारादेशः भवति यद्यपि तिप् अपि लट् लकारः टित् अस्ति परन्तु केवलं परस्मैपदीप्रत्ययानां विषये न आत्मनेपदीप्रत्ययानां सो सम्पूर्णसूत्रे किं किं पदम् अस्ति तस्य तत्र अपेक्षा तस्य तस्य तत्र आवश्यकता किं किम् उक्तं कुत्र भवति तत् सर्वदा द्रष्टव्यं सो केवलम् आत्मनेपदी संज्ञकप्रत्ययानां विषये एव टित् सुलकारेषु लट् लोट् लृट् एते टित् लकाराः तत्र एव इकारस्य इकारादेशः भवति न तु परस्मैपदीसंज्ञकानां विषये इति तत्र प्रत्येकस्य विधिसूत्रस्य विषये प्रत्येकस्य पदस्य तत्र विषये तत्र चिन्तनीयं तदा एव सम्यक्तया वयं सूत्रस्य तत्र प्रसक्तिः कुत्र अस्ति कुत्र नास्ति इति वयं द्रष्टुं शक्यते दीर्घ पदान्ते कार्यं करोति अपदान्ते अपि कार्यं करोति एवं अतो गुणे अपदान्ते कार्यं करोति तत्र कथं जानामि कि अपदान्ते कथं जानामि कि अतो गुणे कार्यं करोति अन्यथा मत् अकस्वर्णे दीर्घ कार्यं करोति अतो गुणे इति सूत्रस्य सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं तत्र पठनीयम् अनुवृत्ति विना तत्र सूत्रस्य कोऽपि तत्र इम्पार्टेन्स् एव नास्ति महोदय सूत्रं स्वयं सम्पूर्णं नास्ति सर्वदा सूत्रं स्वयं सम्पूर्णं नास्ति अतः तत्र सम्पूर्णप्रकरणस्य अध्ययनम् आवश्यकं न केवलम् अतो गुणे इति सूत्रं पश्यामः कथं जानीमः अत्र संहितायाम् अधिकारः एतद् गुण विधाय संहितायां तु उभयोपि मत् सूत्रे कार्यं करोति अतो गुणे अपि मत् संहितायां मत् आवश्यकम् एवं अकस्वर्णे दीर्घ अपि मत् तत्रापि यथा तत्र एकनिमिष यथा मया उक्तम् अत्र अपदान्तात् इति पदस्य अनुवृत्तिः अस्ति साक्षात् पूर्वे दत्तम् अतः अत्र स्पष्टता भवति कोऽपि अत्र भ्रमः एव नास्ति केवलम् अपदान्तविषये आम् सो तत्र यस्य सूत्रस्य तत्र बृहत् सूत्रमस्ति तत्र तस्य कार्यक्षेत्रं बृहद् अस्ति अकः एकनिमिष एक सो अत्र अतो गुणे इति सूत्रस्य प्रसक्तिः केवलम् अपदान्तविषये एव भवति अतः यदि तत्र एतत् अपवादसूत्रं भवति अकः सवर्णदीर्घ अकः सवर्णदीर्घः इति सूत्रस्य कार्यक्षेत्रं बृहदस्ति यस्य कार्यक्षेत्रं बृहदस्ति सामान्यतया सः औत्सर्गिकसूत्रं यस्य कार्यक्षेत्रं लघु अस्ति सः तस्य तत् प्रायशः यदा तत्र समानानि निमित्तानि अपि च स्थानीवर्णः समानम् अस्ति चेत् तत्र तत् अस्ति अपवादसूत्रं सो अपवादसूत्रस्य लक्षणं किम् औत्सर्गिकसूत्रस्य लक्षणं किम् इति तत्र एकं बलाबलचिन्तनं करपत्रम् अस्ति तत्र पठामः प्रश्नः कः महोदय प्रश्नः कः? प्रश्नः अस्ति पिप् धातुः अस्ति अत्र तु मन्तु कार्यं करोति अतो गुणे अत्र तु महोदय तत्र अतो गुणे अपदान्तकार्यं करोति अत्र असुविधा नास्ति अकस्वर्णे दीर्घे तत्र पदान्ते कार्यं करोति तत्रापि असुविधा नास्ति अपदान्ते अपि कार्यं करोति यत् अकस्वर्णे दीर्घ तत्र भ्रमः भवति के शृणोतु महोदय अपदान्ते कार्यं कर्तुं शक्यते परन्तु प्राप्तिः न भवति किमर्थं चेत् तस्य कृते तत्र अपवादसूत्रम् अस्ति अतो गुणे इति अपवादसूत्रम् अतः तत्र यद्यपि तस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति परन्तु मे बि भिन्न भिन्नविषये तत्र भवितुं शक्नोति अतः तत्र द्रष्टव्यं यदि तत्र ह्रस्व आकारस्य अनन्तरं गुणवर्णः अस्ति यदि गुणवर्णः नास्ति चेत् सपोज् तत्र अपि च अपदान्तात् ह्रस्व आकारः नास्ति आकारः अस्ति मे बि तत्र अकः सवर्णे इत्यनेन दीर्घ आदेशः भवति यदि तत्र अङ्गस्य अन्ते कोऽपि दीर्घ आकारः अस्ति दीर्घ आकारस्य परे तत्र आकारः अस्ति शप् इति प्रत्ययस्य आकारः तत्र तु अतोगुणे इति सूत्रस्य प्रसक्तिः न भवितुं शक्नोति न तत्र तु वयम् अकः सवर्ण दीर्घः इत्यनेन एव कार्यं कुर्मः अत्र केवलं कीदृश ह्रस्व आकारः अपदान्तात् ह्रस्व आकारः सो एतत् लघुक्षेत्रम् अस्ति कार्यक्षेत्रम् अस्य सूत्रस्य बहु लघु अस्ति कुत्र एव कर्तुं शक्यते अतः अपवादसूत्रं यत्र यस्य सूत्रस्य कार्यक्षेत्रं बृहदस्ति सः सामान्यतया तत्र किं भवति औत्सर्गिकसूत्रं भवति सो अपवादफलेन एव कार्यं यत्र अपवादसूत्रस्य अपि प्रसक्तिः औत्सर्गिकसूत्रस्य अपि प्रसक्तिः तत्र सर्वदा अपवादबलेन एव कार्यं करणीयम् अन्यथा तत् सूत्रं निरवकाशः भवति यदि वयं सर्वदा अकः सवर्णे इत्यनेन दीर्घ आदेशः एव कुर्मः तदा तत्र एतत् सूत्रस्य किं तत्र कोऽपि आवश्यकता एव न अस्ति सो कोऽपि सूत्रं निरवकाशः मा भवेत् सर्वेषां सूत्राणां तत्र एप्लिकेबिलिटि तत्र प्राप्तिः भवेत् इति तत्र मुख्य तत्र चिन्तनम् अस्ति अतः तत्र अतो गुणे इत्यनेन अपवाद् बलेन एव कार्यं त्रेकं परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानां बलीयः इति सूत्रम् अस्ति सो अपवाद् सूत्रं सर्वेषां सूत्र अपेक्षया सर्वेषां सूत्राणाम् अपेक्षया बली अस्ति उत्तरोत्तरं बलीयः उत्तरोत्तरं बलीयः पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः सो अपवादसूत्रं सर्वदा बलवत् भवति बलीयः भवति सो तत् तस्य प्रत्येकस्य सूत्रस्य लक्षणं किम् इति बलाबल करपत्रे तत् सर्वं दत्तं तत् एकवारम् अनन्तरं तत् करपत्रं पठामः चेत् तत्र एव स्पष्टता भवति अतो गुणसूत्रस्य अनन्तरमेव आकस्मणे दीर्घः आगच्छति तस्य यद्यपि परसूत्रम् अस्ति तथापि पूर्वसूत्रं बल् अपवाद् अस्ति तथापि तस्य प्राप्तिः भवति इत्युक्ते सपादसप्ताध्याय्यां मुख्यचिन्तनं किम् अस्ति परसूत्रेण यत् उक्तं पूर्वपर परसूत्रं बलि भवति परन्तु यत्र अपवादविषयः अस्ति अपवादसूत्रं पूर्वे अस्ति वा परे अस्ति वा सर्वदा बलवत् अस्ति यद्यपि अतोगुणे इति पूर्वसूत्रम् अकः सवर्णे इति सूत्रं परसूत्रं कुत्रचित् अनन्तरम् अस्ति वन् वन् इति सङ्ख्या किमपि अस्ति 101 ओर् सम्थिङ्ग् लैक् देट् मे बि आफ्टर् देट् तथापि तत्र अतोगुणे इत्यनेन पूर्वसूत्रेण एव कार्यं किमर्थम् अपवादसूत्रम् अस्ति अपवादसूत्रं पूर्वे अस्ति वा परे अस्ति वा तद् न द्रष्टव्यम् अपवादसूत्रं सर्वदा बलवत् भवति इदानीं तत्र पञ्चबिन्दुतः पठामः एस् ऐ सेड् बिफोर् ओन्ली टुडे द क्लास् विल् बि टिल् ओन्ली 8 o'clock बिकास् मम पुत्रस्य बोर्ड् परीक्षा अस्ति क्लास् विल् बि टिल् 8 o'clock ओन्ली सो पञ्चबिन्दुतः पठामः कः पठति चेतना भगिनी पठति वा हा महोदय पठतु पञ्चमबिन्दु आर्धधातुकलकारः इत्युक्ते किम् यस्मिन् लकारे धातोः अनन्तरं कर्तर्तक सार्वधातुकप्रत्ययः साक्षात् न दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति अतः शप् न भवति अनेन सह आर्धधातुकलकारः तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातुः कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति धातुगणस्य न कोऽपि प्रसङ्गः उदाहरणपि एव पठतु उदाहरणानि अपि यथा वादिगणे पायोग लृट् पास्यति जुहोत्यादिगणे दायोग लृट् दास्यति स्वादिगणे आप्योग लृट् आप्स्यति अत्र स्पष्टतया दृश्यते यत् धातुगणे धातुगणभेदात् रूपभेदः इति किमपि नास्ति किमर्थं धातुगणनिमित्तकविकरण अभावात् तावदेव वदतु इदानीम् आर्धधातुकलकारस्य विषये अस्ति यस्मिन् लकारे धातोः अनन्तरं कर्तर्तकः सार्वधातुकप्रत्ययः आयाति चेत् अस्ति चेत् धातुः साक्षात् तिङ्प्रत्ययः दृश्यते अतः कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति परन्तु साक्षात् न दृश्यते चेत् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति कदा भवति भगिनि सम्पूर्णसूत्रं किम् अस्ति कर्तरि शप् सार्वधातुके इति सप्तमी अस्ति सो सार्वधातुके परे एव धातोः शप् विधीयते उदाहरणे पायोग लृट् अस्ति अत्र द्वितीयवाक्ये किं लिखितं तदपि पठतु तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातु कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति आर्धधातुकलकारस्य विषये गणचिन्तनं नास्ति किमर्थम् इत्युक्ते धातुपरे आर्धधातुक प्रत्ययः भवति सो अत्र बिन्दुद्वयं सर्वदा स्मर्तव्यं यदि कोऽपि पृच्छति आर्धधातुकलकारेषु मुख्यं किं भवति इत्युक्ते तत्र मुख्यभेदः किम् अस्ति प्रथमभेदः अस्ति आर्धधातुकलकारेषु कस्य सूत्रस्य प्रसक्तिः नास्ति एतत् प्रथमबिन्दुः कर्तरि शप् सूत्रस्य प्रसक्तिः आर्धधातुकलकारेषु आर्धधातुकप्रत्ययेषु परे कदापि न भवति इत्युक्ते यदा तत्र धातुयोगगञ् कुर्मः तत्र धातु कस्मिन् गणे अस्ति इति चिन्तनम् अनावश्यकं न करणीयं किमर्थं धातोः परे यः गाय् प्रत्ययः सः अर्धधातुसंज्ञकः सो तत्र प्रथमे तत्र कर्तरि शब्दसूत्रस्य प्रसक्तिः एव नास्ति किमर्थं चेत् गाय् प्रत्ययः अर्धधातुकं शेषः इत्यनेन अर्धधातुसंज्ञकः सि अत्र केवलं तिबादयसि विषये एव न चिन्तनीयम् अत्र सर्वेषाम् अत्र किमस्ति कर्तरि शप् सार्वधातुके प्रत्यये परे एव शप् आगन्तुं शक्यते सः सार्वधातुक् तिङ् अस्ति वा अशित् अस्ति शित् अस्ति सो यदा तत्र धातुयोग कोऽपि प्रत्ययः कुर्मः सर्वदा तत्र द्रष्टव्यं कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति वा नास्ति. यत्र अस्ति प्रायशः सः सार्वधातुप्रक्रिया, यत्र नास्ति तत्र आर्धधातुप्रक्रिया. तत्र सर्वदा स्मर्तव्यं. सो केवलम् अत्र अस्माकं विषयः किम् अस्ति, तिङ्प्रत्ययस्य विषयः. किमर्थं चेत् अष्टादश तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः. सो तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः प्रायशः भवितुं शक्नोति, परन्तु कुत्रचित् न भवति. यथा तत्र लृट् लकारे, लृट् लकारे अपि लस्य इत्यनेन तत्र तिवादयः आयाति, परन्तु तस्य पूर्वे एव स्य मध्ये आयाति. सो आर्धधातुकलकारेषु किं किं भवति? प्रथमबिन्दुः अस्ति कर्तरि शप् सूत्रस्य प्रसक्तिः न भवति. द्वितीयं सूत्रम् अस्ति तेन कारणेन एव कर्तरि शप् सूत्रस्य प्रसक्तिः न भवति, तेन कारणेन एव तत्र घनचिन्तनम् अनावश्यकं न करणीयं. किमर्थं चेत् कर्तरि शप् सूत्रस्य कृते एव दिवादिभ्यः शन्, तुदादिभ्यः शः, तनादिकृन्भ्यः उः इति अपवादसूत्राणि. यत्र औत्सर्गिकसूत्रस्य एव प्रसक्तिः नास्ति तत्र अपवादसूत्राणां प्रसक्तिः कथं भवितुं शक्नोति? सो तत्र दिवादिभ्यः शन् इति सूत्रस्यापि प्रसक्तिः नास्ति, तुदादिभ्यः शः इति सूत्रस्यापि प्रसक्तिः नास्ति. किमर्थं चेत् निमित्तानि समानानि. कर्तर्थक् सार्वधातुकप्रत्ययपरे एव शप्, कर्तर्थक् सार्वधातुकप्रत्ययपरे एव शन्, कर्तर्थक् सार्वधातुकप्रत्ययपरे एव श. सो तत्र तेषां सूत्राणाम् अपि प्रसक्तिः नास्ति. तेषां कार्यक्षेत्रमपि केवलं सार्वधातुक कर्तर्थक सार्वधातुकपरे एव अस्ति. अतः तेषां सूत्राणामपि विधानं तत्र न भवितुं शक्नोति. यत्र धातुः तिबादयः न पश्यति, सार्वधातुकतिवादयः न पश्यति, अथवा कोऽपि अर्धधातु प्रत्ययः पश्यति. उदाहरणानि वदतु. सो बिन्दुद्वयम् आवश्यकं. कर्तरि शप् सूत्रस्य प्रसक्तिः न भवति, तेन कारणेन गणचिन्तनम् अपि न करणीयम्, अनावश्यकं. गणचिन्तनम् इत्युक्ते दिवादिभ्यः शन्, तुदादिभ्यः श इति तत्र गणचिन्तनं, गणचिन्तनस्य कृते किमर्थं गणचिन्तनं करणीयं? किमर्थं चेत् तत्र तत्र कुत्रचित् श, कुत्रचित् शन्, कुत्रचित् श्ना योजनीयं, तत् न करणीयम्, अनावश्यकं. तस्मिन् सोपाने एव तत्र भिन्नचिन्तनं करणीयम्, आर्धधातुकविषये चिन्तनं करणीयम्. अत्र उदाहरणानि विषये वदतु. महोदय, अवधानं नास्ति इत्युक्ते प्रसक्तिः नास्ति इति वा? अवधानम् इत्युक्ते अत्रापि ल्युडन्तरूपम् अस्ति भगिनि. दा धातुः अनन्तरम् अव इति उपसर्गः अस्ति, अनन्तरं ल्युट् इति प्रत्ययः. सो ल्युट् प्रत्ययः अपि तत्र कर्तारम् एव इत्युक्ते भावं दृश्यते. एक्साक्ट् मीनिङ्ग् किम् अस्ति तत् पश्यामः भगिनि. अत्र अवधानम् इत्युक्ते तत्र अवसरः एव नास्ति, तस्य अवसरः नास्ति. सो उदाहरणं, वाचिगणे पयोग लृट् अस्ति. अस्माकं विवक्षः लृट् अस्ति चेत् स्य आयाति, अतः पयोग स्य योग ति भवति. केवलं वर्णमेलनम् एव पास्यति इति. दा योग स्य योग ति दास्यति. आप्योग स्य योगति आप्स्यति. अतः किमपि भिन्नरूपं नास्ति, केवलं रूपसाम्यं दृश्यते. रूपसाम्यं दृश्यते. वयं पूर्वे तत्र सार्वधातुकलकारेषु किं भवति? पिबति, ददाति, आप्नोति. तत्र भिन्नभिन्नरूपाणि दृश्यते. परन्तु यदा तत्र लृट् लकारस्य विषयः अस्ति, तत्र मूले एव महर्षि वदति यत्किमपि धातोः लृट् लकारस्य विवक्षायां तत्र स्य विधीयते. सो तत्र सर्वेषां धातु अनन्तरं स्य एव विधीयते. धातुः कस्मिन् गणे अस्ति कस्मिन् गणे अस्ति इति अनावश्यकम् इति चिन्तनम् अनावश्यकम्। किमर्थं चेत् तत्र कर्तरिशब्दसूत्रस्य प्रसक्तिः एव न भवति। धातु इदानीं स्य पश्यति, न तु तिबादयः पश्यति। सो धातोः साक्षात् अनन्तरम् आर्धधातुक् प्रत्ययः, अतः तत्र कर्तरिशब्दसूत्रस्य प्रसक्तिः न भवति। अतः तत्र रूपसाम्यं दृश्यते, परन्तु सार्वधातुक लकारेषु तद्दद् गणस्य विकरणप्रत्ययः मध्ये आयाति। अत्र तु गणविकरणप्रत्ययः न, अत्र लकारनिमित्तिक प्रत्ययः आयाति। सो सर्वेषां धातोः अनन्तरं लृट् योजयितुं शक्नुमः, अपि च लृट् लकारस्य प्रसङ्गे तत्र किं करणीयं, सर्वदा स्य योजनीयम्। सो धातुः यत् किमपि भवेत् तत्र स्य एव आयाति। इदानीम् अस्य विषये स्य विकरणप्रत्ययः अस्ति वा लृट् लकारे? सो तत्र विकरणः द्विविधा इति अग्रे पश्यामः अस्ति। सो एकमस्ति गणविकरणप्रत्ययः, द्वितीयमस्ति लकारनिमित्तिक विकरणप्रत्ययः। विकरणः इत्युक्ते धातु तिवादयस्य मध्ये यत् पतति तत् विकरणः। सो धातु तिबादयसि मध्ये शप् शेष्ण इति पतति, धातु तिबादयसि मध्ये स्य पतति, तास् पतति, चिलि पतति, तदपि विकरणाः, परन्तु ते लकारनिमित्तिकविकरणाः। शप् शेष्ण घनविकरणाः, घन आधारेण तेषां विधानम्। सार्धातुलकारे एव घनं चिन्तनं करिष्यामः। इत्युक्ते सार्वधातुकलकारः कुत्र? धातोः साक्षात् परे, तत्र परनिमित्तम् अस्ति। साक्षात् परे सार्वधातुक अस्ति, कुत्रचित् अग्रे अस्ति सार्वधातुकप्रत्ययः, परन्तु मध्ये किमपि व्यवधानम् अस्ति तत्र न करणीयम्। अस्तु, इदानीं स्थगामः, अग्रिमस्य वर्गे तत्र पठामः। शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। धन्यवादः, नमस्कारः। धन्यवादः। धन्यवादः।